ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनाधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः ॐ श्रीसरस्वत्यै नमः केनाक्षरसमान्वायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं दत्त्वा सरस्वतीं देवीं सिद्धाङ्गुल्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं श्रीगुरुभ्यो नमः हरि ओम्। धन्यवादः महोदय। पाणिनि व्याकरण कक्षाय सुस्वागतम्। पूर्वकक्षायाः अद्यतन एतत् पाठः वयं सर्वे अधीतः। पाणिनीयव्याकरणपरिचयः भाग दो, अष्टाध्याय्याः समग्रदृष्टिः। अत्र अष्टाध्यायाः पाणिनि सन्ति, तत्र के सूत्रा सन्ति, कानिचन केटगरी अस्ति, तत्र सर्वे दृष्टवन्तः। अहं चिन्तयामि अद्य अष्टाध्यायी वेब्सैट् मध्ये गत्वा तत्र सूत्राणि अपि सर्वाणि कुत्र कुत्र अस्ति, कुत्र कुत्र सन्ति, सर्वे मिलित्वा वयं दृश्यते। अत्र अष्टाध्यायी वेब्सैट् दृश्यते वा? अस्तु। प्रथम अध्याय, सो इफ् ऐ टैप् वन् हियर्, सो आल् प्रथम अध्याय सूत्राणि अस्ति अत्र। प्रथमवृद्धि रादेज् अनन्तरं 1 1 9 1 1 10 तो समानेव, अत्रापि अत्रापि वृद्धिरादैच् आदिङ्गुण तत्पुरुषसमान, दीस् आर् द सूत्रास् विच् आर् संज्ञासूत्राणि, सर्वे संज्ञासूत्राणि, सर्वत्र संज्ञासूत्राणि। अत्रापि अष्टाध्यायी वेब्सैट् बहु सुलभकर, बहु ज्ञानमस्ति एतत् वेब्सैट् मध्ये। अनन्तरम् अत्र अस्ति सार्वत्रिकनियमाः, तदपि प्रथम अध्याये अस्ति, 1 1 66 1 1 67 1 4 2 नास्ति, 1 1 प्रथमपादे अस्ति, चतुर्थपादे अस्ति, द्वितीयपादे अस्ति, अत्र आल् कलेक्ट् कृत्वा अत्र लिखितं। परन्तु यदि अहम् अत्र क्रमेण पठामः चेत् बहु सुलभम् अस्ति। उदाहरणम् एकम् अहं, दिस् इस् 1 1 1 प्रथमं सूत्रं, प्रथमं सूत्रस्य पूर्वं कोऽपि सूत्रं नास्ति, अत्र कोऽपि अनुवृत्ति न भवति। प्रथमं सूत्रं वृद्धिः आत् ऐच्, सो अत्र सम्पूर्णसूत्रम् अपि अस्ति आत् ऐच् वृद्धिः, जस्ट् रीआर्गनैजेशन् आत् ऐच् वृद्धिः सो आत् इत्युक्ते आ, ऐच् इत्युक्ते ऐ औ, एतेषां त्रयाणां वृद्धिः इति संज्ञा भवति. महोदय किमपि जानाति वा आत् इत्युक्ते आत् किमर्थम्? आत् अकारः, आत् आकारः, दीर्घ आकारः. आम्, केवलम् आकारः आकारः. हा, अन्यथा यदि यदा वयम् अ उच्यते तो अ अष्टादशप्रकारः सन्ति. अकार वयम् उच्यते चेत् अष्टादशप्रकाराः सन्ति, ह्रस्व अकार, दीर्घ अकार, आकार, देन् प्लुत आकार, देन् अनुनासिक आकार, देन् स्वरित आकार, विभिन्न विभिन्न प्रकार अष्टादश आकाराः सन्ति. अष्टादश, हा अष्टादश, 18 18. परन्तु यदि अन्ते तकार अस्ति तत् एकमेव आत् इत्युक्ते आ, केवलम् आ, हस्व प्लुत तत्र नास्ति, अत्र केवलं दीर्घ आकार. ओके, ऐच् ऐच् इत्युक्ते अत्र ऐ औ, कारणम् अत्र मैसूर् सूत्रे सूत्रे अस्ति अयुङ्ग् अहं दृष्टयामि. हा, मैसूर् सूत्राणि अस्ति तत्र ऐ औच्. आम्, सो अत्र इसि ऐच्. ओके, प्रथमम् अस्ति ऐ, अन्ते अस्ति च, सो ऐच् इत्युक्ते ऐ औ, ऐ औ. तत्कारणात् अत्र ऐच् अस्ति, ऐच् अत्र ऐ औ. सो आ, ऐ औ, एतेषां त्रयाणां वृद्धिः. वृद्धिः इत्युक्ते अ यदि चेत् आ भवति, ए यदि चेत् ऐ भवति, ओ अदि यदि चेत् औ भवति. तत् तत् वृद्धिः अस्ति. ओके, अनन्तरं 112 द्वितीयसूत्रम् अदेङ्गगुणः. अत्रापि कोऽपि अनुवृत्तिः, सूत्रं सम्पूर्णम् अस्ति. सो अत् अत् एङ् गुणः. सो अत् अस्ति अगेन् अ, केवलम् अकार अत्, कारणम् अन्ते त तकार अस्ति. सो अ, देन् एङ् एङ् अस्ति. सो एङ् ए ओ केवलम्. सो ए अ ए ओ अस्ति चेत् तत्र गुणसंज्ञा भवति. हा, अहं सर्वे जानीमः अ यो इ अस्ति चेत् ऐ भवति, उ अस्ति चेत् ओ भवति, ओ ओ औ न, ओ भवति. औ यदा औ अस्ति तत्र वृद्धिः अस्ति, वृद्धिः अस्ति. हा, अ अत्र अर् अल् अ इत्युक्ते अर् अल्, रि अस्ति चेत् अर् भवति, ळ अस्ति चेत् अल् भवति. तत् त्रीणि गुणसंज्ञा भवति. प्रथम द्वे सूत्रे तत् अस्ति. 113 इको गुणवृद्धिः. अत्र प्रथमं वृद्धि कः, अनन्तरं गुण कः? अत्र वृद्धिगुणः मिलित्वा एकं सूत्रम् अस्ति, इको गुणवृद्धिः. अत्र इकः अस्ति चेत् गुण वा वृद्धिः अस्ति. सो अत्र द प्रथम 111 112 द्वयोः सूत्रौ अत्र अनुवृत्तिः अस्ति. यदा वयं क्रमेण पठामः तत् जानीमः, ओ प्रथमं देश द्वितीयदेश तृतीय अत्र अनुवृत्ति अस्ति. सो गुणः वृद्धिः इत्येताभ्यां निर्दिष्टौ गुणवृद्धिः इक्. सो यत्र गुणशब्देन गुणादेश निर्दिश्यते पुनः वृद्धिः मिलित्वा भवति. आम् आम्. सो गुणशब्देन गुणादेश निर्दिश्यते उत वृद्धिशब्देन वृद्ध्यादेश निर्दिश्यते तत्र सः आदेशः इक् वर्णस्य स्थाने भवति. यदा इक् अस्ति तत् वर्णस्य स्थाने कोऽपि कदाचित् गुण भवति कदाचित् वृद्धिः भवति. अग्रे पठामः कः सूत्रकारणेन गुणः भवति कः वृद्धिः भवति तदपि अग्रे अग्रे सर्वे सूत्राणि अस्ति सन्ति. परन्तु प्रथमम् अपि वृद्धि हेस् बिन् डिफैन्ड् गुण हेस् बिन् डिफैन्ड् एण्ड् तत् देन् तदा तर्हि किमर्थं वृद्धि कुत्र वृद्धि कुत्र गुण तदपि तृतीयसूत्रे. सो एतत् सर्वे अत्र वृद्धिरादैच् आदिङ्गुण एतदपि अस्ति गुणसंज्ञा बिकास् डेफिनिशन् सो लेट् अस् टेक् सम् अदर् हा विल् टेक् दिस् वन् वन् वन् टु फार्टि फैव् वन् टु फार्टि फैव् ओके महोदय महोदय पठति वा. अष्टवद धातुरप्रत्ययः प्रतिपादिकं प्रातिपदिकम् आं सम्यक् पदच्छेदः अर्थवत् प्रथम एकवचनं अधातुः अधातुः प्रथम एकवचनम् अप्रत्ययः प्रथम एकवचनं प्रातिपदिकं प्रथम एकवचनं. सो यदा सर्वत्र प्रथम एकवचनम् अस्ति तत्र अहं मन्ये एतत् अपि संज्ञासूत्रम् कारणं कोऽपि स्थान न षष्टि न षष्टि अस्ति स्थानं पञ्चमी अस्ति पूर्व सप्तमी अस्ति पर तत्र कोऽपि नास्ति अत्र कोऽपि कार्यमपि नास्ति केवलं सर्वे अपि इन्फर्मेशन् अस्ति संज्ञा डेफिनिशन् अस्ति अत्र अपि कोऽपि अनुवृत्तिः नास्ति अनुवृत्तिः नास्ति प्रायः संज्ञासूत्रे अनुवृत्तिः नास्ति कारणं तत्तु डेफिनिशन् लैक् मूल फौण्डेशन् एक्सियम् एक्सियम् अस्ति. सो एक्सियम् कुत्रापि अनुवृत्ति डिपेण्डेन्सि नास्ति अर्थवत् अधातु प्रत्ययः अप्रत्ययः प्रातिपदिकम् अर्थवत् अर्थवत् यः अर्थवान् शब्दः धातुसंज्ञकः प्रत्ययसंज्ञकः प्रत्ययान्तः च नास्ति तस्य प्रातिपदिकम् इति संज्ञा भवति. प्रथम कण्डीशन् अर्थवान् शब्दः शब्दस्य यः शब्दः अर्थः भवति तत् अर्थ सः अर्थवान् सो यः शब्दः अर्थवान् अस्ति परन्तु धातुसंज्ञकः नास्ति प्रत्ययसंज्ञकः नास्ति हि प्रत्यान्तसंज्ञकः च अपि नास्ति तो शेषः प्रातिपदिकम् इति संज्ञा भवति सो धातु इत्युक्ते भू इत्यादि धातु अस्ति लट् णिच् विकरणप्रत्यय इति प्रत्ययाः सन्ति प्रत्ययान्तः प्रत्ययस्य अन्तः यः अस्ति सः प्रत्ययान्तः प्रत्ययान्तः प्रत्ययान्तः अहं न जानामि प्रत्ययान्तः कः अन्ते प्रत्ययः ओ प्रत्ययः संज्ञक प्रत्ययान्तभेदः कः डिफ्रेन्स् किल प्रत्ययसंज्ञकः प्रत्ययान्तः च नास्ति तो अत्र एतत् त्रीणि यः नास्ति सः अस्ति प्रातिपदिकं तत्तु अवगतं प्रातिपदिकं सुबन्धशब्दशब्दाद् प्रातिपदिकम् आमां परन्तु अत्र द वे द डेफिनिशन् इस् यः धातु नास्ति यः प्रत्ययसंज्ञकः नास्ति यः प्रत्यान्त नास्ति तस्य प्रातिपदिकम् इति संज्ञा भवति प्रातिपदिकम् अधिकं प्रत्ययः रूपसिद्धिः आता है रूपसिद्धिः भवति आमाम् अस्तु व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति प्रातिपदिकम् इति संज्ञा धातुभिन्नानां प्रत्ययान्तभिन्नानाम् अर्थवतां शब्दानाम् अनेन सूत्रेण प्रातिपदिकम् इति संज्ञा भवति ओके अस्तु अस्तु अत्र अस्ति धातु अस्ति भुवादेव धातु तत्तु अत्र एण्ड् सन्नादन्त्याः धातवः द्वे प्रकारौ धातौ अस्ति भुवादय एतत् अस्ति मूलधातु सन्नादन्ताः धातवः अस्ति सन् प्रत्यय आदि मिलित्वा नूतनधातु निर्माति तत्र सन्नादन्तः धातव ओके प्रत्ययः प्रत्ययान्तः शब्दः सर्वे प्रत्ययाः सर्वे प्रत्ययाः प्रत्ययः अस्मिन् अधिकारे पाठिताः सन्ति पाठिताः सन्ति एते प्रत्ययाः प्रतिपादिकसंज्ञकाः प्रातिपदिकसंज्ञकाः न भवन्ति अपि च एते प्रत्ययाः येषाम् अन्ते विद्यन्ते ते शब्दाः अपि प्रकृतसूत्रेण प्रातिपदिकसंज्ञकाः न भवन्ति सर्वे प्रत्ययाः प्रत्ययः What is the difference there? Pratyayah, Pratyayah. Aam. So, atre, dhatu pratipadikam nasti. Pratyayah api pratipadikam nasti. Dhatu Obhi... pratipadikam nasti, aham, ada. Aam, aam. Atre, pratipadikam, dhatu pratipadikam nasti. Kindu, शत्रुरूपं प्रातिपदिकं तेन प्रातिपदिकं न प्रत्ययः अपि प्रातिपदिकं नास्ति. सो सत्रि सानच् एतेषां तु सर्वेषां प्रत्ययः अस्ति, रैट्? सो प्रत्ययः प्रातिपदिकं नास्ति नास्ति एते प्रत्ययाः प्रातिपदिकसंज्ञाः न भवन्ति. अस्तु, धातुः अपि प्रत्ययः प्रातिपदिकं नास्ति, प्रत्ययः अपि प्रातिपदिकं नास्ति. अनन्तरं ये यः शब्दः अनन्तरं प्रत्ययः अस्ति तत् अपि प्रातिपदिकं नास्ति. उदाहरणमस्ति, अहम् अवगतम्, अहं चिन्तयामि. सो यदा भू धातुः अस्ति, भू अनन्तरं शप् अनन्तरं ति, तो भू अनन्तरं प्रत्ययः अस्ति. एतत् कारणे भवती अपि प्रातिपदिकं नास्ति. अन्यत् एक्साम्पल्, राम अस्ति, रामः यदि अस्ति चेत् अत्र सुप्रत्ययः अस्ति, अन्ते सुप्रत्ययः अस्ति. सो अन्ते प्रत्ययः अस्ति चेत् रामः अपि प्रातिपदिकं नास्ति. यदि प्रत्ययः नास्ति, राम एव अस्ति, तत् राम राम इति प्रातिपदिकं, रामः रूपस्थिति. आम्, एतत् योगः सुप्रत्ययः. अस्तु अस्तु. सो एण्ड् रिसल्ट् इस् वाट् एवर् वि नो वेर् अन्ते सुप् प्रत्यय मिलित्वा चेत् यः शब्दः पूर्व अस्ति सः प्रातिपदिकं, तत्तु अवगतम्. परन्तु एतत् परिभाषासंज्ञा अस्ति कि धातवः एकः ग्रुप्, प्रत्ययः अन्य ग्रुप्, प्रत्ययान्त प्रत्यय यः सर्वाणि सर्वेषाम् अन्ते प्रत्ययः अस्ति सः अपि प्रातिपदिकं नास्ति. तो शेषः सर्वं प्रातिपदिकं, परन्तु शेषः कः? शेषः शब्दः विदौट् प्रातिपदिकं, यः प्रातिपदिकम् अन्ते नास्ति, सारि, प्रत्ययः अन्ते नास्ति, तत् अपि प्रातिपदिकं. परन्तु धातुः अपि प्रातिपदिकं नास्ति, परन्तु कारणं धातुः अन्तः प्रत्ययः नास्ति. भू, पच् एतत् सर्वे धातुः अस्ति, प्रत्ययः नास्ति, केवलं धातुः अस्ति, परन्तु सः प्रातिपदिकं नास्ति. अहं चिन्तयामि एतत् अस्ति अर्थः. भवती किं चिन्तयामि? कोऽपि चिन्तयति? सम्यक् अस्ति वा? अर्थवान् शब्दः, यः शब्दः भाषायां कञ्चित् अर्थं गृह्णन्ति परन्तु धातुसंज्ञकप्रत्ययसंज्ञकप्रत्ययान्तः वा नास्ति, तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा विधीयते. यथा हुहु इति कस्यचन गन्धर्वस्य नाम. अयं शब्दः न हि धातुसंज्ञकः, न हि प्रत्ययः, न च प्रत्ययान्तः अस्ति, परन्तु अस्य शब्दस्य विशिष्टः अर्थः विद्यते. अतः अस्य शब्दस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति. हुहु शब्दस्य कोऽपि अर्थः अस्ति, तत् कारणात् तत् प्रातिपदिकसंज्ञा अस्ति. अहं यदि वदामि आहुयी, तत् शब्दस्य कोऽपि अर्थः नास्ति, तत् प्रातिपदिकसंज्ञा नास्ति. अस्ति अस्ति, ओके, बहु सम्यक् एतत् सूत्रम् अस्ति. अहं नेक्स्ट् सूत्र विल् टेक् दिस् 1414 or we will take 131, maybe we'll go line by line. 131 उपदेशयति आम् उपादयो दातव्यम् गोदमाल् भगिनी पठितुं शक्यते वा महोदय पठतु भूवादयो दातवः पदच्छेदः भू वा आदयः प्रथमा बहुवचनं दातवः प्रथमा बहुवचनं अत्रापि केवलं प्रथमा अस्ति अनुवृत्तिः अधिकारः अनुवृत्तिसहितं सूत्रं भूवादयः दातवः सूत्रप्रकारः संज्ञासूत्रं धातुसंज्ञा भू इत्यादयः शब्दाः क्रियावाचिनी अर्थे धातुसंज्ञाकः भवन्ति व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा धातुः इति संज्ञा प्रकृतसूत्रेण विधीयते भू आदीनां शब्दानां क्रियावाचिनि अर्थे धातुसंज्ञा भवति इति अस्य सूत्रस्य आशयः अत्र भू आदीनाम् इत्यनेन भू एध स्पर्धा घातु भातु अत्र हलन्त अस्ति गाध घात् बाध् इत्यादयाः प्रायेण शब्दाः गृह्यन्ते एतेषां सर्वेषां 2000. एतेषां सर्वेषाम् आवलि धातुपाठः नाम्ना ज्ञायते एते सर्वे दातवः पाणिनिना धातुपाठे उपदिष्टाः सन्ति अतः एते औपदेशिकधातवः इति नाम्ना अपि प्रसिद्धाः सन्ति अस्तु भवती अर्थ वदितुं शक्यते वा एतत् सूत्रस्य आशयः कः भुवादो What is the summary, summary of this sutra? Summary. The Sanskrit means. You are comfortable in other language? But, Vyakarana sir. Bhagini? Vyakarana Shastri. व्याकरणशास्त्रे शृणोमि हा हा भवती भवती आङ्ग्लभाषाया वा हिन्दीभाषाया अर्थ जानामि हा सुलभम् अर्थ का भाषा सुलभा अस्ति हिन्दी आङ्ग्ल विच ऐ डोण्ट् नो मीनिङ्ग् Ha, so English is easy for you? Meaning, I don't know how to translate it. Okay. Even in English, you are not able to tell that? Dhatu samyakasa bhavati. Dhatu Satyagraha means Dhatu name, you mean? Correct. So this is again a Sangya Sutram, right? It's a definition. अत्र अनदर् डेफिनिशन् अस्ति कः संज्ञा अस्ति अत्र धातवः कः वाट् इस् धातु सो दिस् इस् अ सूत्रं फार् डिफैनिङ्ग् धातु वाट् इस् धातु अत्र भू इत्यादयः भू एट्सेट्रा भू एट्सेट्रा आर् आल् धातु नौ वाट् इस् दिस् भू एट्सेट्रा अहं किमर्थं जानामि भू एट्सेट्रा इति कः तत्र अपि अत्र दत्तं धातुपाठ पाणिनिना निर्मितं धातुपाठः अस्ति तत्र धातुपाठः ये अस्ति तत् सर्वं धातुः अस्ति प्रथमम् अस्ति भू सो तत् भू इत्यादयः भू एट्सेट्रा मीन्स् स्टार्टिङ्ग् फ्रम् भू भू आदीनाम् आदि मीन्स् स्टार्ट् बिगिनिङ्ग् सो भू आदीनां स्टार्टिङ्ग् फ्रम् भू सर्वे भू धातुपाठ यः यः सन्ति ये ये सन्ति सर्वम् अस्ति धातुः इफ् ऐ क्लिक् आन् धातुपाठ अत्र ओके सो दिस् इस् धातुपाठः भू एद् स्पर्द गाद् बाद् भवती एव पठितं खलु तत्र अपि अत्र भू एद् स्पर्द गाद् बाद् रैट् एतत् सर्वं एतत् सर्वं भू एद् स्पर्द गाद् बाद् नाद् नाथ् एतत् सर्वं कम्प्लीट् लिस्ट् एतत् अस्ति सर्वाणि धातुः कति धातवः सन्ति तत्र अपि उत्तरम् अस्ति अत्र प्रायेण 2000 2000 आल्मोस्ट् 2000 धातवः अस्ति सो एतत् सर्वत्र संज्ञा दीस् आर् काल्ड् धातुः गोदामल् भगिनी अवगतं वा सा तु अस्ति परन्तु ओके अग्रे गोदवान् भगिनी अस्ति वा नास्ति अनन्तलक्ष्मी भगिनी अग्रे गच्छामः वा ओके धातु इति सम्यक् अवगतम् अस्ति रैट् आम् विल् गो दि सुप्तिङ्गन्तपदं तङ्गन्तं पदं 1440 सुप्तिगन्धं पदम् पठतु भगिनि सुप्तिगन्धं पदं पदच्छेदः सुप् तिङ् अन्धं प्रथम एकवचनं पदं प्रथम एकवचनं अनुवृत्तिः नास्ति अधिकारः आकाडरात् एका संज्ञा आकाडरात् लेट्स् गो टु देट् लेट् सी वाट् इस् अत्र अपि आकाडरात् 141 141 सो आकारादेका संज्ञा आ अव्ययं कडारात् पञ्चमी एकवचनं कडारात् एक प्रथम एकवचनं संज्ञा प्रथम एकवचनं कडारात् इत्युक्ते अत्र अत्र अपि दत्तम् अहमपि न जानामि मिलित्वा पठामः मिलित्वा पठामः अधिकारोऽयम् इतः अधिकारः अयम् अधिकारः अयम् इतः एतदपि एतदपि सम्पूर्णं दिस् इस् अधिकारः दट्स् वाट् इस् सेयिङ्ग् अधिकार अयं दिस् इस् अधिकारः अयम् इतः परं कदाराः कर्मधारये इति यावत्सु सूत्रेषु उक्तासु संज्ञासु पूर्वसंज्ञया परसंज्ञा अनवकाशा भवति चेत् पूर्वसंज्ञां बाधित्वा परसंज्ञा एव विधीयते एतस्य अर्थः अपि अस्ति लेट् अस् रीड् देट् कडाराः कर्मधारये विल् रीड् द एक्स्प्लेनेशन् हियर् हियर् द एक्स्प्लेनेशन् हियर् लेट् अस् सी वाट् इट् सेस् इदम् अधिकारसूत्रम् अस्ति अधिकारसूत्रम् अस्तु अस्य व्याप्तिः प्रथमाध्यायस्य चतुर्थपादे द्वितीय अध्यायस्य प्रथमपादे तथा च द्वितीयपादस्य द्वितीय अध्यायस्य द्वितीयपादेः पादे इति आहत्य त्रिषु पादेषु विद्यते सो इट् हेज् द अधिकारः इन् दीस् त्री पार्ट्स् सो अधिकार अहं चिन्तयामि वेन् वि स्टार्ट् अ टापिक् वि से दिस् इस् द टापिक् देन् वि गो इन् डीटेल्स् सो द डीटेल् of so detail we take maybe one session two session three session so the three session we are talking about the same one topic the topic name is adhikara so the three sessions have the adhikara of that one topic adhikara sahidam sutram so adhikara when they start basically if you notice adhikara is typically a prathama sutram So when they start the 1-4, they have started that this is the concept, this is the topic we are going to discuss now. And so Prathama Adhyaya se Chaturtha Pada asti. Chaturtha Pada. Sampurnam Etat Adhikara asti. Anantaram. Prathama Adhyaya se Chaturtha Pada Anantaram. Kaha Pada asti. प्रथमाध्यायस्य चतुर्थपादे द्वितीय अध्यायस्य प्रथमपादे द्वितीयपादे अनन्तरं द्वितीयाध्यायस्य द्वितीयपादे त्रीणि पादे एतत् सूत्रस्य अधिकारः अस्ति त्रिषु पदेषु विद्यते अत्र बहुवारम् एतत् मनसि प्रश्न उदेति एतत् अधिकारसूत्र अस्ति किमर्थं जानामि करेक्ट् सो अत्र अपि लिखितम् एतत् सूत्रस्य अधिकारः त्रीणि पादे अस्ति. त्रीणि पादे अस्ति. सो त्रीणि पादे यदा गत्वा सूत्रस्य इफ् यु सी देट् तत्र विल् सी देट् दिस् इस् अधिकारः तत्र. पूर्वं पूर्वे अपि अस्ति रैट् 1414. सो तत्र चतुर्थपादे प्रथम अध्यायः अस्ति तत् कारणात् एतत् अधिकारः अस्ति. अङ्गारात् एका पत्न्या. हा फ्रोम् हियर् वि वेण्ट् देर् रैट् सो दट् वाट् ऐ वास् कमिङ्ग् बेक् टु शो यु दट् दिस् इस् द अधिकारः देर् या या विल् विल् रीड् दिस् दिस् पोर्शन् कम्प्लीट्लि सो विल् अण्डर्स्टाण्ड् मेनि मोर् थिङ्ग्स् मे बि. अस्मिन् अधिकारे यत्र यत्र एकस्य शब्दस्य द्वे उत अधिकाः उत अधिकाः संज्ञाः विधीयन्ते तत्र तत्र यदि सूत्रक्रमम् अनुसृत्य परसूत्रेण दत्ता संज्ञा पूर्वसूत्रेण दत्तायाः संज्ञायाः अपेक्षया अनवकाशा भवति. इत्युक्ते यत्र यत्र परसूत्रेण दत्ता संज्ञा विधीयते तत्र तत्र पूर्वसूत्रेण दत्ता संज्ञा अपि अवश्यम् एव विधीयते. तर्हि अस्यां स्थितौ परसंज्ञया पूर्वसंज्ञयाः बाधः भवति. इति अस्य सूत्रस्य आशयः ओके. अत्र अस्मिन् अधिकारे यत्र यत्र एकस्य शब्दस्य द्वे उत अधिका संज्ञा. ओ तो अत्र यदा एकसंज्ञा अस्ति चेत् कोऽपि क्लेशः नास्ति, परन्तु यदा कुत्रापि द्वे वा द्वे अधिकाः संज्ञा अस्ति सन्ति चेत् तत्र सर्वे मिलित्वा अपि संज्ञा भवति. सामान्यतया सर्वे संज्ञा वि शुड् टेक् आल् द संज्ञा. परसूत्रेण दत्ता संज्ञा पूर्वसूत्रेण दत्ताया संज्ञा अपेक्षया अनवकाशः भवति. इत्युक्ते यत्र यत्र परसूत्रेण दत्ता संज्ञा विधीयते तत्र तत्र पूर्वसूत्रेण दत्ता संज्ञा अपि अवश्यम् एव विधीयते. सो वेन् वि कम् एण्ड् देर् आर् मल्टिपल् संज्ञा, if the next sangya is there, the previous sangya is there, we take all of them typically. All of them. Ha. But, however, tarhi, then, asyam sitav, this sutra, what is saying is, par sangya, purva sangya, badaha bhavati. So, this sutra will tell that if the next sangya is there, then it overrides the previous one. Previous. Ha. So, this adhikara tells that. So, these three section which you are talking about 141 214 21 and 22, it has adhikara. It means in these three sections possibly we'll just go with the sangya which is later. So maybe we'll take some example if it is given. Let's see what it means to understand better. This is roughly what I understood. Correct, sir. Very sure. Yeah. So I'll read maybe. Asya sutrasya उदाहरणरूपेण भाष्यकारेण पतञ्जलिना तादृशानि सर्वाणि स्थलानि परिगणितानि सन्ति यत्र परसंज्ञाः पूर्वसंज्ञाः बाधः भवति. तानि सर्वाणि अधः उदाहरणरूपेण विव्रियन्ते. लघुसंज्ञा तथा गुरुसंज्ञा. ह्रस्वं लघु इति सूत्रेण ह्रस्वस्वरस्य लघु इति संज्ञा विधीयते, परन्तु एतादृशात् ह्रस्वस्वरात् अनन्तरं संयोगः विद्यते चेत् अस्य एव ह्रस्वस्वरस्य संयोगे गुरु गुरुः ओ ओके ह्रस्व ह्रस्वं लघु एतदेव एका संज्ञा अस्ति ओके आल् ह्रस्वा लघु गुरु इत्युक्ते दीर्घं लघु इत्युक्ते ह्रस्वं न लघु इत्युक्ते ह्रस्व अ इ अ इ उ एतत् लघु लघु ह्रस्व ह्रस्वस्वरा हा एतत् सूत्रमस्ति हा डेफिनिशन् आफ् लघु वाट् आर् लघु इस् अनन्तरं दिस् इस् 1/10 1/11 सेज् संयोगे गुरु नौ अत्र संयोगे गुरु यदा द्वे ह्रस्वे मिलित्वा एकगुरु भवति अयोग आ भवति तत्र ह्रस्व अस्ति तो अत्र गुरुसंज्ञा अस्ति वा लघुसंज्ञा अस्ति बिकास् प्रीवियस् सूत्रस्य ह्रस्व अस्ति चेत् लघु परन्तु संयोगे गुरु तु विच् वन् शाल् बि टेक् सो इट् सेस् वेन् यु हेव् टु संज्ञा टेक् द सेकेण्ड् वन् सो दट्स् ऐ विल् टेक् इफ् ह्रस्व ह्रस्व मिलित्वा एव ह्रस्व नास्ति इट् विल् बि गुरु सो वि ओवर् रैड् वित् दिस् रूल् सो this overriding principle applies only in 1/4 2/1 and 2/2 karanam etat sutrasya adhikara tatra eva santi avagatam va okay aham na janami purnataya parantu whatever I understood I am sharing correct okay so that's what I understood so I think let's go back to our we'll complete this and I think time is over so after this we'll stop shukta gandham padam we had akadarata there we stopped I think yeah anuvritti sahidam sutram sup ting andam andam padam संज्ञा सूत्रप्रकरण प्रकारः संज्ञासूत्रं सुप्रत्ययान्तशब्दाः तिङ्प्रत्ययान्तशब्दाः च पदसंज्ञकाः भवन्ति यथा रामः अस्ति तत्तु सरलम् अस्ति यः शब्दे अन्तप्रत्ययः सुप्रत्ययः अस्ति वा तिङ्प्रत्ययः अस्ति सर्वे पद वि काल् देम् पदम् पदसंज्ञकाः भवति सो रामः नौन् फार्म् पदसंज्ञकाः मीन्स् नौन् फार्म् न न नौन् वर्ब् एव्रिथिङ्ग् तिङ्गपि अस्ति तिङ्गपि अपि अस्ति नौन् वर्ब् एव्रिथिङ्ग् रूट् फार्म् पदसंज्ञकाः न न कम्प्लीट् फार्म् फैनल् फार्म् फैनल् फार्म् हा सो प्रत्ययान्त दे हेव् टु एण्ड् वित् प्रत्ययाः सि वि लर्न् रैट् प्रातिपदिकम् इत्युक्ते प्रत्ययान्तशब्दः प्रातिपदिकं नास्ति रूट् फार्म् हा रूट् फार्म् इस् धातुः एण्ड् नौन् इट् इस् प्रातिपदिकम् प्रातिपदिकं प्रातिपदिकम् अन्ते यदि सुप्रत्यय अस्ति तत् पदम् अस्ति सो राम प्रातिपदिकमस्ति परन्तु रामः पदमस्ति पदमस्ति भू धातु अस्ति परन्तु भवति पदम् अस्ति अवगतं वा अस्तु महोदय Yeah. So, will you like to say that closing prayer? Oh, you wind up, huh? Will you like to say the closing page? Or shall I say? Maybe I'll say. No problem. Okay. Om Sarve Bhavantu Sukhinah. Sarve Santu Niramayah. Sarve Bhadrani Pashyantu. Om Purnamadah Purnamidam. Purnat Purnamudachyate. पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ गुरुभ्यो नमः धन्यवादः सर्वे धन्यवादः धन्यवादः